चतुर्थोऽध्यायः श्री भगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमवयं विवस्वान्मनविप्राह मनोदिक्ष्वाकविर्ब्रवीत् एवं परम्परा प्राप्त मीमं राजर्षयो विदुः सकाले देहमहता योगो नष्ट परन्तप स एवायं मया तेद्य योग प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् अर्जुन उवाच अपारं भवतो जन्म परं जन्म विवस्वतः कथमेतद्विजानीय त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तावदर्जुन तान्यहं वेद सर्वाणि न त्वं वेत्था परं तप अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्य मेवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीतराग भय क्रोध मन्मया मामुपाश्रितः बहवो यानतपसा भूता मद्भावमागतः ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम बद्मानुवर्तन्ते मनुष्य पार्थ सर्वशः काङ्क्षन्तः कर्मणां सिद्धिम् यजन्त यः देवतः क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं मया सृष्टं गुणा कर्मा विभागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययम् न मां कर्माणि लिम्पन्ति न मे कर्मा फले स्पृहा इति मां यो विजानाति कर्मभिर्न सबध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वातरं कृतम् किं कर्म किमकर्मेति कवयोऽप्यत्र मोहितः ततः कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्षसे शुभात् कर्म नोऽपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः अकर्मणश्च बोद्धव्यम् गहना कर्मणो गतिः कर्मण्य कर्म यः पश्ये अकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्त कृत्स्न कर्म कृत् यस्य सर्वे समारम्भः काम संकल्प वर्जितः ज्ञानघ्नि दग्ध कर्माणम् तमाहु पण्डितं बुधः त्यक्त्वा कर्म फल संगम् नित्यतृप्तो निराशयः कर्मण्यभिप्रवृतोऽपि नैव किञ्चित् करोति सः निराशीर्यत चित्तात्मा त्यक्त्वा सर्वा परिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम् यद्विच्छालामसन्तुष्टो द्वन्द्वातीतो भीमश्चरः समक्सिद्धावसिद्धौ च कृत्वापि न निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञयाचरतः कर्म समग्रम् प्रविलीयते ब्रह्मार्पणम् ब्रह्म हरे ब्रह्माग्नो ब्रह्मणाहुतम् ब्रह्मैव तेन गन्तव्यम् ब्रह्म कर्म समाधिना दैवमेवापरे यज्ञम् योगिनः परुपासते ब्रह्मज्ञावपरे यज्ञम् यज्ञेनैवोपजुह्यते श्रोत्रादीनिन्द्रियाण्यन्ये संयामाग्निषु जुह्यते शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्यते सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयामयोगग्नौ जुह्यति ज्ञानदीपिते द्रव्ययज्ञास्तपो यज्ञ योगो यज्ञास्तथा परे स्वाध्यायज्ञानयज्ञश्च यतयः संक्षितव्रतः पाने जुह्यति प्राणम् प्राणे पानम् तथा परे प्राणपानमति रुद्ध्या प्राणायामपरायणः अपरे नियताहारः प्राणान् प्राणेषु जुह्यति सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषः यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् नायम् लोकोऽस्त्ययज्ञस्य कुतो नः कुरु सत्तमः एवम् बहुविधा यज्ञ वितता ब्रह्मणो मुखे कर्म जन्मेद्धितम् सर्व नेवम् ज्ञात्वा विमुक्ष्यसे श्रेयम् द्रव्यमयद्यज्ञान् ज्ञानयज्ञम् परन्तप सर्वम् कर्मखिलम् पात ज्ञाने परिसमाप्यते तदभिप्रणिपातेन परिप्रश्नेन सेवया उपदेक्षन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः यज्ज्ञात्वा न पुनर्मोह मेवम् यश्यसि पाण्डव येन भूतान्यशेषेण द्रक्ष्यशत्मान्यथो मयि अपि चेदसि पापेभ्य सर्वेभ्य पापकृत्तमः सर्वज्ञानप्लवेनैव वृजिनम् सन्तरिष्यसि यथैधांसि समिद्योग्निर्भस्मात् कुरुतेऽर्जुन ज्ञानाग्नि सर्वकर्माणि भस्मात् कुरुते तथा न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते तत्स्वयम् योगसंसिद्ध कालेनात्मानि वन्दति श्रद्धा वाङ्लवते ज्ञानम् तत्परः संयतेन्द्रियः ज्ञानम् लब्ध्वा परम् शान्ति अचिरेणाधिगच्छति अज्ञश्चाश्रद्धदानश्च संशयात्मा विनश्यति नायम् लोकोऽस्ति न परो न सुखम् संशयात्मनः योगसंन्यस्तकर्माणम् ज्ञानसञ्चीन संशयम् आत्मभङ्गम् न कर्माणि निवर्तन्ति धनञ्जयः